पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 95 सूत उवाच यादुं तमुद्यतं नत्वा मुनिं राजा ततो मुदा विधिं पप्रच्छ संक्षिप्तं स्नानदानक्रियोचितम् अम्बरीष उवाच मुने वैशाखमासेऽस्मिन् को विधिः किं तपोऽधिकं किं च दानं कथं स्नानं कथं केशवपूजनं कृपया वद विप्रर्षे सर्वज्ञस्त्वं हरिप्रियः विशेषतोऽपि पूजाया विधिं तीर्थपदे वद नारद उवाच मेषसङ्क्रमणे भानोर्माधवे मासि सत्तम महानद्यां नदीतीरे नदे सरसि निर्झरे देवखादे धवा स्नायाद्यथा प्राप्ते जलाशये दीर्घिककूपवापीषु नियतात्मा हरिं स्मरन् मधुमासस्य शुक्लायामेकादश्यामुपोषितः पञ्चदश्यां च वा वीरमेषसङ्क्रमणेऽपि वा वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया मधुसूदनमभ्यर्च्य कुर्यात् सुस्नानपूर्वकम् वैशाखं सकलं मासं मेषसङ्क्रमणे रवेः प्रादसनियमस्नास्ये प्रीयतां मधुसूदनः मधुहन्तुप्रसादेन ब्राह्मणां नामनुग्रहाद निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम् माधवे मेषगे भानौ मुरारे मधुसूदन प्रादस्नानेन मे नाथ यथोक्तफलदो भव यथा दे माधवो मासो वल्लभो मधुसूदन प्रादस्नानेन मे तस्मिन् फलदः पापः भव एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः तीर्थं प्रकल्पयेद्धीमान्मूलमन्त्रमिमं पठन् ॐ नमो नारायणाय मूलमन्त्रम् उदाहृदः दर्भपाणिस्तु विधिवदाचान्तः प्रणतो भुवि चतुर्हस्तसमायुक्तं चतुरस्रं समं ततः प्रकल्प्या वाहयेद्गङ्गां मन्त्रेणानेन मानवः विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता त्राहिनस्त्वेन सस्तस्मादाजन्ममरणान्तिकात् तिस्रकोट्योर्धकोटि च तीर्थानां वायुरब्रवीद दिवि भुव्यं तरिष्ये च तानि ते सन्ति जाह्नवि नन्दिनीत्येव ते नाम वेदेषु नलिनीति च दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया विद्याधरी महादेवी तथा लोकप्रसादिनी क्षेमङ्करी जाह्नवी च शान्ता शान्तिप्रदायिनी एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् भवेत् सन्निहिता तत्र गङ्गात्रिपथगामिनी सप्तवाराभिजप्तेन करसम्पुडयोचिते मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पञ्चसप्त वा स्नानं कृत्वा मृदा तद्वदामन्त्र्यदु विधानतः अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे मृत्तिके हरमे पापं यन्मया दुष्कृतं कृतम् उद्धृतासि वराहेण विष्णुना शतबाहुना नमस्ते सर्वलोकानां प्रभवारणि सुव्रते एवं स्नात्वा ततः पश्चादाचम्यदुविधानतः उद्धाय वाससि शुक्ले शुद्धेदु परिधापयेत् ततस्तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिं देवान्यक्षांस्तथा नागान् गन्धर्वाप्सरसोऽसुरान् क्रूरान् सर्पान् सुपर्णांश्च तरून्वै जन्तुकान् खगान् विद्याधराञ्जलधरांस्तथैवाकाशगामिनः निराधाराश्च ये जीवाः पापकर्मरताश्च ये तेषामाप्यायनार्थाय दीयते सलिलं मया कृतोपवीतिदेवेषु निवीती च भवेन्नरः मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रान् ऋषींस्तथा सनकः सनन्दनश्चैव तृतीयश्च सनातनः कपिलश्चासुरिश्चैव वोढु पञ्चशिखस्तथा ते सर्वे तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा मरीचि मत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुं प्रचेतसं वसिष्ठं च भृगुं नारदमेव च देवब्रह्मऋषीन् सर्वांस्तर्पये दक्षतोदकैः अपसव्यं तथ कुर्यात् सव्यं जान्वाच्य भूतले अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः कव्यानलान् बर्हिषदस्तथा वै चाज्यपा पुनः सन्दर्पयेत्पितृन् भक्त्या स तिलोदकचन्दनैः ह्यमाय धर्मराजाय मृत्यवे चान्दकाय च वैवस्वदाय कालाय सर्वभूतक्षयाय च उदुम्बराय दध्नाय नीलाय परमेष्ठिने वृकोदराय चित्राय चित्रगुप्ताय वै नमः दर्भपाणिस्तु विधिवत्पितॄन् सन्तर्पयेत्ततः पित्रादीन्नामगोत्रेण तथा मादामहानपि सन्तर्प्य विधिना सर्वानिमं मन्त्रमुदीरयेद् ये बान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः ते तृप्तिमखिलां यां तु ये स्मत्तस्तोयकाङ्क्षिणः आचम्य विधिवत्सम्यगालिखेत् पद्ममग्रदः साक्षतैश्च सपुष्पैश्च सलीलारुणचन्दनैः अर्घं दद्यात् प्रयत्नेन सूर्यनामानुकीर्तनैः नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल पद्मनाभ नमस्तेस्तु कुण्डलाङ्गदभूषित नमस्ते सर्वलोकेश सुप्तानामुपबोधन सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा सत्यदेव नमस्तेस्तु प्रसीद मम भास्कर दिवाकर नमस्तेस्तु प्रभाकर नमोऽस्तु ते एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणं द्विजं गां काञ्चनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेद आश्रमस्तांस्ततः पूज्य प्रदीमां चापि पूजयेद् पूर्वं भक्त्यैव गोविन्दं गृही च नियतात्मवान् पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनं सर्वं संवत्सरं यावदर्चितस्तेन माधवः माधवे मासि सम्प्राप्ते मेषस्थे कर्मसाक्षिणि केशवप्रीतये कुर्यात् केशवव्रतसञ्चयं दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि जन्मकोटिसमुद्भूत पादकान्तकराणि च जलान्नशर्कराधेनु तिलधेनुमुखानि च वित्तमानेन देयानि दानानीप्सितसिद्धये वैशाखं सकलं मासं नित्यस्नायी जितेन्द्रियः जपन् हविष्यं भुञ्जानः सर्वपापैः प्रमुच्यते एकभुक्तमधो नक्त मयाचिदमदन्द्रितः माधवे मासि यं कुर्याल्लभते सर्वमीप्सितं वैशाखे विधिना स्नानद्वयं नद्यादिगे बहिः हविष्यं ब्रह्मचर्यं च भूषय्या नियमस्थितिः व्रतं दानं जपो होमो मधुसूदनपूजनम् अपि जन्मसहस्रोद्धं पापं दहति दारुणं यथैव माधवोऽध्यादो विनाशयति किल्बिषं तथैव माधवे स्नानं नियमेन विनिर्मितम् तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणं दानं धर्मखडादीनां मधुसूदनपूजनं माधवे मासि कुर्वीद मधुसूदनतुष्टिदं तिलोदकसुवर्णान्न शर्कराम्बरभूषणं पादत्राणातपप्राम्बु कुम्भान्दद्याद्विजादिषु त्रिसन्ध्यं पूजयेदीशं भक्तितो मधुसूदनं साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः सुवर्णतिलपात्रैश्च ब्राह्मणाञ्चक्रितो बहून् तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति वैशाखे मासि यश्नात्वा प्रादर्नद्यां समाहितः पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः पूजयेद्ब्राह्मणं शक्त्या पाखण्डालापवर्जितः तर्पयेद्वस्त्र गोदानैरत्नाद्यैर्धनसञ्चयैः अन्यद्वित्तं यथाशक्तिस्तोकं स्तोकं समाचरेद पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवं पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छदं सजन्मशतसाहस्रं न शोकफलभाग्भवेद् न च व्याधिभयं तस्य न दारिद्र्यं न बन्धनं न विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि यावद्युगसहस्राणि शतमष्टोत्तरं भवेद् तावत् स्वर्गे वसेद्वीरभूपतिश्च पुनर्भवेद् भूपतेर्विविधान् भोगान् भुक्त्वा चैव यथा सुखं माधवस्य प्रसादेन माधवे लीयते तदः शृणु राजन् प्रवक्ष्यामि समासान् माधवार्चनम् वैदिकं तान्त्रिकं वापि मिश्रकं पापनाशनं न ह्यन्तोऽनन्तपारस्य नान्दपूजाविधेर्नृप अथ संक्षिप्य चोच्येद यथा वदनुपूर्वशः वैदिकस्तान्त्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत् वैदिको मिश्रको वापि विप्रादीनां विधीयते तान्त्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः यथा स्वनिगमो नोक्तं द्विजत्वं प्राप्य पूरुषः यज्जेच्छ विधिवद्विष्णुं ब्रह्मचारी समाहितः अर्चयेस्तण्डिलेऽग्नौ वा सूर्येप्सु हृदि वा द्विजे द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञय पूर्वं स्नानं प्रकुर्वीद धौददन्तोऽङ्गशुद्धये उभयोरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना सन्ध्योपास्त्यादिकर्माणि वेदतन्त्रोदितानि वै पूजान्ते कल्पयेत् सम्यक् सङ्कल्पं कर्मपावनं शैलीदारुमयी लौही लेप्याल्लेख्या च सैकती मनोमयी मणिमयी प्रदिमाष्टविधा स्मृता चलाचले दिद्युविधा प्रदिष्टा जीवमन्दिरम् उद्वासवाहनेन स्थिरायां माधवार्चने अस्थिरायां विकल्पस्यास्तण्डिले तु भवेद्वयं स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम् द्रव्यैः प्रसिद्धैर्देवेद्या प्रतिमादिश्वमायिनः भक्तस्य च यदा लब्धैर्भक्तिभावेन चैव हि स्नानालङ्करणं श्रेष्ठमर्चायामेव भूपते स्तण्डिलेष्वपि विन्यासो वाग्नावाज्यहृतं हविः सूर्ये चाभ्यर्हणं श्रेष्ठं स्तण्डिले सलिलादिभिः श्रद्धयोपकृतं श्रेष्ठं हरौ भक्तेन वार्यपि गन्धोदूपसुमनसो दीपोन्नाद्यं च किं पुनः शुचिसम्भृतसम्भारप्राग्दर्भैः कल्पितासनः आसीनप्रागुदग्वक्त्रो ह्यर्चायामथ सम्मुखः कृतन्यासक् कृतन्यासां हर्यर्चां पाणिना स्पृशेत् कलशं प्रोक्षणीयं च यथावदुपसाधयेत् तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च प्रोक्ष्यपात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यस्तु साधयेत् पाद्यार्क्या चमनीयार्थं त्रीणि पात्राणि दापयेत् हृदशीर्ष्णा च शिखया गायत्र्या चाभिमन्त्रयेद पिण्डे वायुवग्निसंसिद्धे हृत्पद्मस्थां परां विभोः अन्वीं जीवकलां ध्यायेन्नादान्ते सिद्धिभाविताम् तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः आवाह्यार्चादिषु स्थाप्यन्यस्ताङ्गान्तां प्रपूजयेत् पाद्यार्क्यस्नानार्हणादीनुपचारान् प्रकल्पयेत् धर्माधिभिश्च नवभिकल्पयित्वासनं हरेः पद्ममष्टदलं तत्र कर्णिका केसरोज्ज्वलम् उभाभ्यां वेदतन्त्राभ्यां हरेरुभयसिद्धये सुदर्शनं पाञ्चजन्यं गदासीषु धनुर्फलम् मुशलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेद नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च महाबलं बलं चैव कुमुदं कुमुदेक्षणं दुर्गं विनायकं व्यासं विश्वक्सेनं गुरून् सुरान् स्वे स्वे स्थानेष्वभिमुखान् पूजयेत् प्रोक्षणादिभिः चन्दनोशीरकर्पूरकुङ्गुमा गुरुवासितैः सलिलैष्णापयेन्मन्त्रैर्नित्यं वा विभवे सति स्वर्णकर्मानुवाकेन महापुरुषविद्यया पौरुषेणापि सूक्तेन सामनीराजनादिभिः वस्त्रोपवीताभरणपत्रस्रगन्धलेपनैः अलं गुर्वीदस प्रेम विष्णुभक्तो यथोचितं पाद्यमाचमनीयं च गन्धं सुमनसोक्षतान् गन्धधूपोपहर्याणि दद्याद्वै श्रद्धयार्चकः गुडपायससर्पींषि शष्कुल्यापूपमोदकान् पायसं दधिसर्पिश्च नैवेद्यं स विकल्पयेत् अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् अन्नाद्यं नृत्यगीतानि सर्वाणि स्युरधान्वहं विधिना विहिते कुण्डे मेखला वर्तवेधिभिः अग्निमाधाय परिदत्समूहे पाणिनोदकम् परिस्थिर्याधपर्युक्ष्य दत्त्वा युध्मं यथाविधि प्रोक्षण्यासाद्यद्रव्याणि प्रोक्षण्यवाज्यसेचनं तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः लसच्चतुर्भुजं शान्तं पद्मकिञ्चल्कवाससं स्फुरत्किरीडकडककडिसूत्रवराङ्गदम् श्रीवत्सवक्षसम्भ्राजत्कौस्तुभं वनमालिनं ध्यायन्नभ्यर्थ्य दारूणि हविषा सकृतानि च प्रास्याज्यभागावाकारौ दत्त्वा चाज्यप्लुदं हविः अभ्यर्थ्याधनमस्कृत्य पार्षदेभ्यो बलिं हरेद मूलमन्त्रं जपेद्ब्रह्मन् स्मरन्नारायणात्मकं दत्त्वा च मनमुच्छिष्टं विश्वक्सेनाय कल्पयेत् मुखवासं तु सुरभिं ताम्बूलाद्यमुपाहरेद उपगायन् गृणन्नित्यं कर्माण्यभिरवाक्षरैः सत्कथां श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेद स्तवैरुच्चावचैस्तोत्रैः पौराणैः प्राकृतैरपि स्तुत्वा प्रसीद भगवन्निधि वन्दे ददण्डवद शिरस्तत्पादयो कृत्वा बाहुभ्यां च परस्परम् प्रपन्नं पाहि मामीश भेदं मृत्युग्रहार्णवाद यदि चेष्टान् हरेर्दत्ताञ्चिरस्याधाय सादरम् उद्वासयेच्छेदुद्वास्यं ज्योतिर्ज्योतिषि चात्मनः अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत् सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम् एवं क्रियायोगपथै पुमान् वैदिकतान्त्रिकैः अर्चयेच्च यदसिद्धिं हरेर्विन्दत्यभीप्सितां तामर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद्दृढम् पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवादिकं पूजादीनां प्रवाहार्थं महापर्वस्वधान्वहम् क्षेत्रापणपुरग्रामान् दत्त्वा सायुज्यदामि यद् प्रतिष्ठाय सार्वभौमं सत्मनाभुवनत्रयं पूजादिना ब्रह्मलोकं त्रिभिस्तत् साम्यदामि यद् तमेव नैरपेक्षेण भक्तियोगेन विन्दते भक्तियोगं स लभते एवं यः पूजयेद्धरिं यत्कृष्णप्रणिपादधूलिधवलं तद्वर्ष्म तद्वच्छुभं तेनेत्रे तपसार्जिते सुरुचिरे याभ्यां हरिर्दृश्यते सा बुद्धिर्विमलेन्दुशङ्खधवला या माधवव्यापिनी सा जिह्वा मृदुभाषिणी नृप मुहुर्यास्तौति नारायणम् मूलमन्त्रेण कर्तव्यं स्त्री शूद्रैरभिपूजनं श्रद्धया स्वगुरुद्दिष्टमार्गेणान्यैश्च वैष्णवः इदं ते सर्वमाख्यातं पावनं माधवार्चनं विशेषान्माधवे मासि त्वमेतत्कुरुभूपते सूत उवाच इत्येवमाकर्ण्य वचो विचित्रं पुण्यं विचित्रं विधिनन्दनस्य प्रणम्य बद्धाञ्जलिराखराजा स कौतुकी भागवतप्रधानः अम्बरीष उवाच समस्तभूमिवलयेश्वरोऽहमव्याहदाज्ञो विबुधप्रसेवी गोविन्द पादाम्बुजदत्तचित्तस्वचित्तसन्तोषितभूमिदेवः विख्यातराजोचितवंशरत्नं निरन्तरं धर्मरुचिर्यशस्वी सौन्दर्यशौर्योदय दानशीलसुपुत्रवानस्मि जिदारिवर्गः तेनापि पुण्येन पवित्रबुद्धिर्जातोह मीदृग्गुणसन्ततश्रीः इयं पुनः श्रीरिव पुण्यमूर्तिर्लब्धा कुतः कान्तिमती च कान्ता इदं मे सुकृतं सर्वं पुरा जन्मनि चेष्टितं समाधिशमुने सम्यक् सर्वज्ञोऽसि दयानिधे नारद उवाच इयं रूपवती नाम वेश्यासि धन्यजन्मनि साम्प्रतं तव भार्याय सत्याचारादिसुन्दरी वेश्याधर्मेण वर्तेद यथोद्दिष्टेन भाविनि कुर्वती किल कर्माणि शुभानि द्विजशासनाद् देवदास इति ख्यादो हेमकारो भवानभूद पूर्वजन्मनि वै तस्यारुचेर्भर्ता भुजङ्गमः इयं भवन्तं भजते रुचिरूपवती पुनः व्ययार्थमयनं धर्मं स्थिता विज्ञानमुत्तमम् आकर्ण्य चैकदा धर्मं वैशाखस्नानसम्भवं चक्रे धर्मवदितो ये स्नानं मेषगदेरवौ दानं दत्तवती दक्षा वेश्यारूपवती सदा ब्राह्मणाय नमस्कारं भक्त्यादरपुरःसरम् स सदया देवदासस्त्वं बोधितस्नेहयन्त्रितः कृतवान् बुद्धिदस्नानं माधवे मासि सादरं तत्र त्रेदा युगस्यादौ तृतीया माप्यनिर्मलां सुवर्णकारं सोवाच देवदासं तमादराद वेश्योवाच उत्तमं कुरु सौवर्णं मधुसूदनमच्युतं पूजयित्वा यवैर्देवमेदै सन्दर्प्य चानलम् ब्राह्मणाय च दास्यामि ब्राह्मणानामनुज्ञया दानमेतत्पुराणेषु कथ्यते तत्र चाक्षयम् अक्षयेदि तृतीयासौ ब्राह्मणेभ्यः श्रुतं मया शुक्ला वैशाखमासस्य तदक्षयफलप्रदम् अस्यां दास्यामि तं हैमं मधुसूदनमव्ययं नारद उवाच इति तस्य वच श्रुत्वा मधुरं हेमकारकः चक्रे सुवर्णप्रतिमामच्युतस्यापि सुन्दरीं सत्यभावेन धर्मार्थमिति चौर्यविवर्जितः यथोद्दिष्टस्य चन्द्रस्य प्रतिमां लक्षणान्वितां ददौ सा च विधानेन स्नात्वा विप्राय सुन्दरीं पूजयित्वा ततस्तस्यामक्षयायां तिथौ नृप कालेन कियदा वेश्या सामृदा धर्मनिष्ठिता देवदासोऽपि स ततो मृतस्वीयायुषक्षये तेन पुण्येन भूपाल हेमकार्योऽन्यजन्मनि सत्त्वं प्राप्तो महीं राजन्नशेषगुणसंयुतः सापि रूपवती वेश्या तेन धर्मेण ते भवत् नाम्ना कान्तिमदीकान्ता प्रणयेन परिप्लुता विविधा वासनावीरकर्माणां पूर्वसम्भवाः विचित्रा हृदयस्तादज्ञायन्तेन बुधैरपि तमेन माधवं मासं प्रतिकार्यं न संशयः गोपितं तेन देवेन ब्रह्मणा माधवेन च असाधु सङ्गैरनवाप्त विद्यैरसं यतैराश्रमधर्महीनैः अभूतीर्थैरकृतव्रतैस्तैर्न लभ्यते माधव मासधर्मः गोविन्दकेशव मुकुन्दहरे मुरारे लक्ष्मीनिवास मधुसूदन कृष्णविष्णो वाणीवरानवदने वसतीति येषां वैशाखमासनियमो भवतेन तेषां ये साधु साधु वचनानि हिताधिकानि नाकर्णयन्ति च हरेश्चरितामृदानि पश्यन्ति येन कमलापदिकेदनानि वैशाखमासनियमं न हि ते लभन्ते शुश्रूषितान् गुरवो न वराय कन्या दत्ता समाय समये समलङ्कृतायैः अध्यापितानतनया विनयादिधर्मं वैशाखमासनियमं न हि ते लभन्ते सूद उवाच इत्येवमादिश्य मुनिर्नरेश मामन्त्र्यत्तं मन्त्रविदग्रगण्यः स्नातुं ययौ माधवमासि गङ्गामभ्यर्थितस्तेन तदा स विप्राह विधिं स राजापि ततश्चकार वैशाखमासस्य मुनिप्रणीतं पत्न्या समं पुण्यधिया तमेव सञ्चेतल्लोक पवित्रकीर्तिः इति श्रीपद्मपुराणे पादालखण्डे वैशाखमाहात्म्ये नारदाम्बरीषसंवादे पञ्चनवतितमोऽध्यायः ॐ